पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 43। युधिष्ठिर उवाच, साधुकृष्णत्वया प्रोक्तमादिदेवो भवान् प्रभो, स्वेदजा अण्डजाश्चैव उद्भिजाश्च जरायुजाः, तेषां कर्ता विकर्ता त्वं पालकः क्षयकारकः। माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया, शुक्ले च का भवेद्देव कथयस्व प्रसादतः। किं नाम को विधित्तस्या, को देवस्तत्र पूज्यते? श्रीकृष्ण उवाच, कथयिष्यामि राजेन्द्र शुक्ले माघस्य या भवेद्। जया नामेदि विख्याता सर्वपापहरा परा, पवित्रा पापखन्द्री च कामदा मोक्षदा नृणां, ब्रह्महत्यापहन्द्री च पिशाचत्वविनाशिनी। नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणां, नादपरतरा काचित् पापग्निमोक्षदायिनी। एतस्मात् कारणाद् राजन् कर्तव्यासा प्रयत्नदः, श्रूयतां राजशार्दूलकथा पौराणिकी शुभा। पङ्कजे च पुराणे स्या महिमा कथितो मया, एकदा नाकलोके वै इन्द्रो राज्यं चकारः। देवास्तत्र सुखेनैव निवसन्ति मनोरमे, पीयूष पाननिरता अप्सरोगणसेविताः। नन्दनं दुवनं तत्र पारिजातोपसेवितं, रमयन्ति रमन्तेऽत्र अप्सरोभिर्दिवौकसः। एकदा रममाणोऽसौ देवेन्द्रस्वेच्छया नृप, नर्तयामास वैहर्षात् पञ्चाशत्कोटिनायकः। गन्धर्वास्तत्र गायन्ति गन्धर्वपुष्पदन्तकः, चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा। मालिनीति च नाम्ना तु चित्रसेनस्य योषिता, मालिन्यास्तु समुत्पन्ना पुष्पदन्ती च नामतः। पुष्पदन्तस्य पुत्रोऽसौ माल्यवान्नामनामतः, पुष्पदन्त्याश्च रूपेण माल्यवानधिमोहितः। तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः, लावण्यं रूपसम्पन्नं तस्या रूपं निशामय। बाहू तस्याश्च कामेन कण्ठपाशौ कृताविव, कर्णायते दुनयने रक्तान्दे कूर्णिदे तथा। कर्णौ दु शोभनौ तस्या कुण्डलाभ्यां नृपोत्तम, कम्बुग्रीवायुधा सैव दिव्याभरणभूषिता। पिनोन्नतौ कुजौ तस्यास्तौ हेम कलशाविव, मध्यं क्षामं च चार्वङ्ग्या मुष्टिग्राह्यमनुत्तमं। निदम्बौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली, चरणौ शोभमानौ च रक्तोत्पल समद्युदी। ईदृश्या पुष्पवत्या स माल्यवानधिमोहितः, चक्रस्य परितोषाय नृत्यार्थं तौ समागतौ। गायमानौ तु दौ तत्र अप्सरो गणसेवितौ, मदनाभिपरीताङ्गौ पुष्पदन्तीजमाल्यवान्, परस्परानुरागेण व्यामोह वशमागतौ न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ ज्ञात्वा लेखर्षभस्तत्र सङ्गतं मानसं तयोः कालक्रियामानलोपात्तथा गीतविसर्जनाद चिन्तयित्वा दुमखवा ह्यवमानं तथात्मनः कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ दिग्वां पतितौ मूढा वाज्ञाभङ्गकृतौ मम युवां पिशाचौ भवदां दम्पती भावधारिणौ मर्त्य लोकमनुप्राप्तौ भुञ्जानौ कर्मणफलम् एवं मघवदा शब्दावुभौ दुःखितमानसौ हिमवन्दं गिरिं प्राप्ता विन्द्रशापाद्विमोहितौ उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च संतप्तमानसौ तत्र हिमकृच्छ्रगदावुभौ गन्धर्वत्वमप्सरस्त्वं न जानीदो विमोहितौ पीड्यमानौ निदाकेन देहपादकजेन च न निशायां सुखं शान्तिं लभेदे कर्मपीडितौ परस्परं वादमानौ चेरदुर्गिरिगह्वरे पीड्यमानौ दुषितेन तुषारप्रभवेन तौ दन्तकर्षं प्रकुर्वाणौ रोमाञ्चिदवपुर्धरौ ऊचेऽपि चाश्य स तदा तां पत्नीं स्वां पिशाचिकां किमनल्पकृतं पापं दारुणं रोमहर्षणं येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम् तस्मात् सर्वप्रयत्नेन पातकं न समाचरेद इति चिन्तापरौ तत्र तावास्तां दुःखकर्षितौ दैवयोगतयोः प्राप्ता मा कस्यैकादशीतिथिः जया नामेदि विख्याता तिथीनामुत्तमातिथिः तस्मिन् दिने दुःसम्प्राप्ते तावाहारविवर्जितौ आसादे तत्र नृपते जलपानविवर्जितौ न कृतो जीवकाधश्च न पत्रफलभक्षणं अश्वद्धस्य समीपे तौ सर्वदा दुःखसंयुतौ रविरस्तङ्गदो राजंस्तथैव स्थितयोस्तयोः प्राप्ता चैव निशाखोरा दारुणा प्राणहारिणी वेपमानौ ततस्तौ दु ततः सुषुपदः क्षितौ परस्परेण संलग्नौ गात्रयोर्भुजयोरपि न निद्रा न रथं तत्र न तौ सौख्यमविन्दताम् एवं तौ राजशार्दूलशापेनेन्द्रस्य पीडितौ युद्धं तयोर्दुःखितयोर्निर्जगामनिषीधिनी मार्तण्ड उदयं प्राप्तो द्वादशी दिवसागमे मया दुराजशार्दूल तयोर्मुक्तिर्धृता हृदि जयाया सुव्रतं शीर्णं रात्रौ जागरणं कृतं तस्माद्व्रतप्रभावाच्च यथा जातं तथा शृणु द्वादशी दिवसे प्राप्ते तथा शीर्णे जया व्रते विष्णो प्रभावान्नृपदे पिशाच त्वं तयोर्गतं पुष्पदन्तीमाल्यवतौ पूर्वरूपौ बभूवधूः पुरातनस्नेहयुधौ पूर्वालङ्कारधारिणौ विमानमधिरूढौ तौ गतौ नागे मनोरमे देवेन्द्रस्याग्रदो गत्वा प्रणामं चक्रदुर्मुदा तथा विद्धौ तुदौ दृष्ट्वा मखवा विस्मितो ब्रवीद इन्द्र उवाच वदतं केन पुण्येन पिशाचत्वं हिवाङ्गतौ मम शापं च सम्प्राप्तौ केन देवेन मोचितौ माल्यवानुवाच वासुदेवप्रसादेन जयायास्तु व्रतेन च पिशाचत्वं गतं स्वामींस्तव भक्तिप्रभावतः इति श्रुत्वा दुमखवा प्रत्युवाच पुनस्तथा पवित्रौ पावनौ जादा वन्दनीयौ ममापि च हरिवासरकर्तारौ विष्णुभक्तिपरायणौ हरिवासरल्लीनाये च कृष्णपरायणाः अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः विहरत्स्व यथा सौख्यं पुष्पदन्त्यासुरालये कृष्ण उवाच एतस्मात् कारणाद्राजन् कर्तव्यो हरिवासरः जयादु राजशार्दूलब्रह्महत्यापहारिणी सर्वदानानि तेनैव सर्वयज्ञा अशेषतः दत्तानि कारिताश्चैव जयायास्तु व्रतम् कृतम् कल्पकोटिर्भवेत्तावद्वैकुण्ठे मोददे ध्रुवम् पठनाश्रवणाद्राजन्नग्निष्ठोमफलं लभेत् इति श्रीपात्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे माघशुक्लजयैकादशी माहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः ॐ